पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 10 शेष उवाच इत्थं संसृण्वदो धर्मान्वसन्तः समुपस्थितः यत्र यज्ञक्रियादीनां प्रारम्भः सुमहात्मनां दृष्ट्वा तं समयं धीमान्वसिष्ठकलशोद्भवः रामचन्द्रं महाराजं प्रत्युवाच यथोचितं वसिष्ठ उवाच रामचन्द्रमहाबाहो समयपर्यभूत् तव अयो यत्र प्रमुच्येत यज्ञार्थं परिपूजितः सामग्री क्रियतां तत्र आहूयन्तां द्विजोत्तमः करोतु पूजां भगवान् ब्राह्मणानां यथोचिताम् दीनान्तकृपणानां च दानं स्वान्ते समुद्धितं ददातु विधिवतेषां प्रतिपूज्याधिमान्य च भवान् कनकसत्पत्न्या दीक्षितोऽत्र व्रतं चर भूमिशायी ब्रह्मचारी वसुभोगविवर्जितः मृगशृङ्गधरकट्यां मेखलाजिनदण्डभृद करोतु यज्ञसंभारं सर्वद्रव्यसमन्वितम् इति श्रुत्वा महद्वाक्यं वसिष्ठस्य यथार्थकम् उवाच लक्ष्मणं भीमान् नानार्थपरिबृंहितम् श्रीराम उवाच शृणुलक्ष्मणमद्वाक्यं श्रुत्वा तत्कुरु सत्वरम् हयमानययत्नेन वाजिमेधक्रियोचितम् शेष उवाच श्रुत्वा वाक्यं रघुपदे शत्रुजिल्लक्ष्मणस्तदा सेनापतिमुवाचेदं वचो विविधवर्णनम् लक्ष्मण उवाच वीराकर्णयमेव च सुमधुरं श्रुत्वा त्वरादः पुनः कार्यं तत्क्षितिपालमौलिमुकुडैर्घृष्टाङ्घ्रिरामाज्ञया सेनां कालबलप्रभञ्चनबलप्रोद्यत्समर्थाङ्गिनीं सज्जां सद्रथहस्तिपत्तिसुखयारोहैर्विधेह्यन्विताम् सज्जीयताम् वायुजवास्तुरङ्गास्तरङ्गमाला ललिताङ्घ्रिपादाः सदश्वचारैर्बहुशस्त्रधारिभिः संरोहिता वैरिबलप्रहारिभिः संलक्ष्यतां हस्तिनः पर्वताभा आधोरणैः प्रास कुन्ताग्रहस्तैः शूरैशास्त्रैर्भूरिदानोपहाराः क्षीबाणस्ते सर्वशस्त्रास्त्रपूर्णाः विदधबहुसमृद्धिभ्राजमाना रथा मे पवनजवनवेगैर्वाजिभिर्युज्यमानाः विविधरिपुविनाशस्मारकैरायुधास्त्रायैर्भृतवलभिविभागानीयतां सूदवृन्दैः पत्तयशदशो मह्य मायां त्वस्त्याग्नपाणयः हयमेधार्कवाहस्य रक्षणे विदधोद्यमाः इत्याकर्ण्य वचस्तस्य लक्ष्मणस्य महात्मनः सेनानी कालजिन्नाम कारयामास सज्जताम् दशध्रुवगमण्डितो लघुसुरोमशोभान्विदो विविक्तगलशुक्रिभृद् विदधकण्टको शेमणिः मुखे विशदकान्तिधृत्वसिदकान्तिभृत्कर्णयोर्व्यराजदतदाहयो धृतकराग्ररश्मिच्छडः कलासंशोभितमुखस्फुरद्रत्नविशोभितः मुक्ताफलानां मालाभिशोभितो निर्ययौहयः स्वेदादपत्ररचितः सितचामरशोभितः बहुशोभापरीताङ्गो निर्ययौ हयराट्टदः अग्रदो मध्यतश्चैके पृष्ठदः सैनिकास्तथा देवा हरिं यथा पूर्वं सेवन्ते सेवनोचितम् अध सैन्यं समाहूय सर्वमाज्ञा पयत्तदा हस्त्यश्वरथपादादवृन्दै सुबहुसङ्कुलं ततस्ततः समेधानां सैन्यानां श्रूयते ध्वनिः तदो दुन्दुभिनादो भूतस्मिन् पुरवरे तदा तन्निनादेन शूराणां प्रियेण महदा तदा कम्पन्ति गिरिशृङ्गाणि प्रासादा विचलन्ति च हेषारवो महानासीद्वाजिनां मुह्यतां नृप रथाङ्गखादसंहुष्टा धरा संचलदीवसा चलितैर्गजयोधैश्च पृथ्वीरुद्धा समं तदः रजस्तु प्रचलत्तत्र जनान्तर्धानमादधाद निर्जगाममहासैन्यं छत्रैः संच्छाद्य भास्करं सेनान्या कालजिन्नाम्ना प्रेरितं जनसङ्कुलं गर्जं तस्थल वीराग्र्या कुर्वन्दो रणसम्भ्रमं रघुनाथस्य यागाय सज्जास्ते प्रययुर्मुदा मृगमदमयमङ्गेष्वङ्गरागं दधाना कुसुमविमलमाला शोभितस्वोत्तमाङ्गाः मुकुटकडकभूषा भूषिताङ्गाः समस्ताः प्रययुरवनिनाथप्रेरितास्तेऽपि सर्वे इत्येवं ते महाराजं ययुस्सेनाचरावराः धनुर्धराः पाश्यधरा खड्गधरास्फुटक्रमाः एवं शनैः शनैः प्राप्तो मण्डपं व्याकचिह्नितं हयक्खुरक्षततलां भूमिं कुर्वन्नभप्लवन् रामो दृष्ट्वा हरिं प्राप्तं बहु सन्तुष्टमानसः वसिष्ठं प्रेरयामास क्रिया कर्तव्यतां प्रति वसिष्ठो राममाहूय स्वर्णपत्नी समन्वितं प्रयोगं कारयामास ब्रह्महत्यापनोदनं ब्रह्मचर्यव्रतधरो मृगशृङ्गपरिग्रहः तत्कर्म कारयामास रामः परपुरञ्जयः प्रारेभे यागकर्मार्थं कुण्डं मण्डपसंमिदं तत्राचार्यो भवद्धीमान्वेदशास्त्रविचारविद वसिष्ठो रघुनाथस्य कुलपूर्वगुरुर्मुनिः ब्रह्मं तत्राचरद्ब्रह्म कर्मागस्त्यस्तपोनिधिः वाल्मीकिर्मुनिरध्वर्युर्मुनिः कण्वस्तु द्वापरः अष्टौ द्वाराणि तत्रासन् सदोरणशुभानि वै द्वारिद्वारिद्वयं विप्रब्राह्मणस्याधिमन्त्रविद पूर्वद्वारिमुनिश्रेष्ठौ देवलासिद संज्ञितौ दक्षिणद्वारि भूमानौ कश्यपात्री तपोनिधि पश्चिमद्वारि ऋषभौ जादू कर्णोधजाजलिः उत्तरद्वारितुमुनि द्वौ द्वितैकद तापसौ एवं द्वारविधिं कृत्वा वसिष्ठकलशोद्भवः हयवर्यस्य सत्पूजां कर्तुमारभदद्विज सुवासिन्यस्त्रियस्तत्र वासोऽलङ्कारभूषिताः हरिद्राक्षदगन्धाद्यैः पूजयामासुरर्चितं नीराजनं तद कृत्वा धूप येत्वा गुरुक्षणैः वर्धापनं तदो वेश्याश्चक्रुस्ता वाडवाज्ञया एवं सम्पूज्य विमले भाले चन्दनचर्चिते कुङ्कुमादिगगन्धाढ्ये सर्वशोभासमन्विते बबन्धभास्वरं पत्रं तप्तभाटकनिर्मिदं तत्रा लिखद्दाशरथे प्रतापबलमूर्जितं सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः यं देवासुरा सर्वे नमन्ति मणिमौलिभिः तस्यात्मजो वीरबलदर्पहारी रघुद्वहः रामचन्द्रो महाभागसर्वशूरशिरोमणिः तन्मादा कोसलनृपपत्नी गर्भसमुद्भवा तस्या कुक्षिभवं रत्नं रामशत्रुक्षयं करः करोति हयमेधं वै ब्राह्मणेन सुचिक्षिदः रावणाभिध विप्रेन्द्रवध पापापनुतये मोचितस्तेन वाहानां मुख्योऽसौ वाजिनां वरः महाबलपरिवार परिकाभिः सुरक्षितः तद्रक्षकोऽस्ति तद्भ्राता शत्रुघ्नो लवणान्तकः हस्यश्वरथपादाद सेना सङ्घसमन्वितः यस्य राज्ञ यदि श्रेष्ठो मानस्यात् स्वबलोन्मदाद वयं धनुर्धरा शूरा श्रेष्ठा वयमिहोत्कटाः त्रे घृह्णन्तु बलाद्वाहं रत्नमाला विभूषितम् मनोवेगं कामजवं सर्वगत्यधिभास्वरं तदो मोचयिता भ्राता शत्रुघ्नो लीलया भयं शरासनविनिर्मुक्तवत् सदं तैः शिखाशितैः इत्येवमादिविलिलेख महामुनीन्द्रः श्रीरामचन्द्र भुजवीर्यलसत्प्रतापम् शोभानिधानमधिचञ्चलवायुवेगं पादालभूतलविशेषगतिं मुमोच शत्रुघ्नमादिदेशाध रामशस्त्रभृदाम्बरः याहि वाकस्य रक्षार्थं पृष्ठतः स्वैरगामिनः शत्रुघ्न गच्छ वाकस्य मार्गं भद्रं भवेत्तव भवेदाम् शत्रुविजयौ रिपुकर्षणते भुजौ ये योद्धारप्रदिरणगदास्ते त्वया वारणीया वाहं रक्षस्वक गुणगणैः संयुधः सन्महोर्व्याम् सुप्तान् भृष्टान् विगदवसनान् भीदभीदांस्तु नम्राम् तान्मा हन्याः सुकृतकृतिनो येन शंसन्ति कर्म वीरथा भयसन्त्रस्ता ये वदन्ति वयं तव ते त्वया न हि हन्तव्या शत्रुघ्न सुकृतैषिणा यो हन्याद्विमदं मत्तं सुप्तं मग्नं भयातुरम् तावकोऽहं ब्रुवाणं च सव्रजत्यथ मां गतिम् परस्वे चित्तवृत्तिं त्वं मा कृधा पारदारिके नीचे रतिं न कुर्वीधाः सर्वसद्गुणपूरितः वृद्धानां प्रेरणपूर्वं मा कुर्वीधारणं जय पूज्य पूज्यादिक्रमं त्वं मा विधेहि दयान्विदः गां विप्रं च नमस्कुर्या वैष्णवं धर्मसंयुतम् अभिवाद्य यदो गच्छेस्तत्र सिद्धिमवाप्नुयाः विष्णु सर्वेश्वरसाक्षी सर्वव्यापकदेहभृद एतदीया महाबाहो तद्रूपा विचरन्तिः ये स्मरन्ति महाविष्णुं सर्वभूतहृदि स्थितं ये मन्तव्या महाविष्णु समरूपा रघुद्वः यस्य स्वीयो न पारक्यो यस्य मित्रसमो रिपुः ते वैष्णवाः क्षणादेव पापिनं पावयन्ति येषां प्रियं भागवतं येषां वै ब्राह्मणा प्रियाः वैकुण्ठात् प्रेषितास्तेऽत्र लोकपावनहेतवे येषां वक्त्रे हरेर्नाम हृदि विष्णुः सनातनः उदरे विष्णुनैवेद्यः सश्व पाकोऽपि वैष्णवः येषां वेदाः प्रियतमा न च संसारजं सुखं स्वधर्मनिरता ये च तान् नमस्कुर्विहान्वितान् शिवे विष्णौ न वा भेदो न च ब्रह्ममहेशयोः तेषां पादरजपूतं वहाम्यकविनाशनं गौरी गङ्गा महालक्ष्मीर्यस्य नास्ति पृथक्तया ते मन्दव्या नरा सर्वे स्वर्गलोकादिहागताः शरणागतरक्षीज मानदानपरायणः यथाशक्तिहरे प्रीत्यै सज्ञेयो वैष्णवोत्तमः यस्य नाम महापापराशिं दहति सत्वरं तदीय चरणद्वन्द्वे भक्तिर्यस्य स वैष्णवः इन्द्रियाणि वशे येषां मनोऽपि हरिचिन्तकं तान्नमस्कृत्य पूयात् सह्याज्जन्ममरणान्तिकात् परस्त्रियं त्वं परवालवत्यजन्भवेर्यशो भूषणभूदिभूमिः एवं ममादेशमधाचरंश्च लभे परं धाम सुयोगमीढ्यम् इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे शत्रुघ्न शिक्षाकथनं नाम दशमोऽध्यायः ॐ